श्रीराधे शरणम्। श्रीराधे शरणम्। चतुर्मुखादि संस्तुतम् समस्त सात्वतानुतम् फलायुधादि संयुतम् नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। श्रीराधे शरणं मम। श्रीराधे शरणं मम। श्रीराधे शरणं मम। श्रीराधे शरणं मम। श्रीराधे शरणं मम। श्रीराधे सत्वतानुतम् चतुर्मुखादि संस्कृतम् समस्त सत्वतानुतम् हरायुधादि संयुतम् नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। मनोहरासितारकम् नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। नमामि राधिकाधिपम्। ब्रजाङ्गनानुरञ्जनं नमामि राधिका। Radhikadivam Namami Radhikadivam Namami Radhikadivam चमादनम् जया चमाडनम् गजेन्द्रदन्तकाडनम् नृशंसकंसदाडनम् नृशंसकंसदाडनम् नमामि राधिकादिपम् नमामि राधिकादिपम् नमामि राधिकादिपम् प्रदारकम् प्रदत्त विप्रदारकम् प्रदत्त विप्रदारकम् सुदामधामकारकम् सुदामधामकारकम् सुरद्रुमापहारकम् नमामि राधिकादिपम् नमामि राधिकादिपम् नमामि राधिकादिपम् नमामि राधिकादिपम्